पद्मपुराणं खण्डं 2 भूमिखण्डम् अध्यायं 50 सुकलोवाच तस्यास्तु वदनं श्रुत्वा गोभिलो वाक्यमब्रवीद भवदी शप्तुकामासि कस्मान्मे कारणं वद केन दोषेण लिप्तोऽस्मि यस्मात्त्वं शप्तुमुद्यदा गोभिलो नाम दैत्योऽस्मि पौलस्त्यस्य भड शुभे दैत्याचारेण वर्धामि जाने विद्यामनुत्तमां वेदशास्त्रार्थवेतास्मि कलासु निपुणः पुनः एवं सर्वं विजानामि दैत्याचारं शृणुष्व मे परस्वं परदारांश्च बलात् भुञ्जामि नान्यथा वयं दैत्याः समाकर्ण्य दैत्याचारेण साम्प्रतं वर्तामोज्ञानि भावेन सत्यं सत्यं वदाम्यहम् ब्राह्मणानां हिच्छिद्राणि विपश्यामो दिने दिने तेषां हि तपसो नाश्यं विघ्नै कुर्मो न संशयः छिद्रं प्राप्य वयं देवि नाशयामो न संशयः ब्राह्मणान् श्रूयतां भद्रे देवयज्ञं वरानने नाशयामो वयं यज्ञान् धर्मयज्ञं न संशयः सुब्राह्मणान् परित्यज्य देवं नारायणं प्रभुं पतिव्रतां महाभागां सुमतिं भर्तुस्तत्परां दूरेणापि परित्यज्य तिष्ठामो नात्र संशयः तेजो देवि सुविप्रस्य हरेश्चैव महात्मनः नार्या पतिव्रतायाश्च सोढुं दैत्याश्च न क्षमाः पतिव्रता भयेनापि विष्णोः सुब्राह्मणस्य च नश्यन्ति दानवाः सर्वे दूरं राक्षसपुङ्गवाः अहं दानवधर्मेण विचरामि महीतलं कस्मात् त्वं शप्तुकामासि मम दोषो विचार्यताम् पद्मावत्युवाच मम धर्मः सुखायश्च त्वयैव परिनाशिदः अहं पतिव्रता साध्वी पदिकामा तपस्विनी स्वमार्गे संस्थिता पाप मायया परिनाशिता तस्मात् त्वामप्यहं दुष्ट आधक्ष्यामि न संशयः गोभिल उवाच धर्ममेव प्रवक्ष्यामि भवदी यदि मन्यते अग्निचिद्ब्राह्मणस्यापि श्रूयतां नृपनन्दिनी जिह्वन्देवं द्विकालं यो न त्यजेदग्निमन्दिरं स चाग्निहोत्री भवति यजत्येव दिने दिने अन्यच्चैवं प्रवक्ष्यामि भृत्यधर्मं वरानने मनसा कर्मणा वाचा विशुद्धो योऽपि नित्यशः नित्यमादेशकारी यः पश्चात्तिष्ठति चाग्रदः स भृत्यकथिते देवि पुण्यभागीन संशयः यः पुत्रो गुणवाञ्ज्ञादा पितरं पालयेच्छुभः मातरं च विशेषेण मनसा कायकर्मभिः तस्य भागीरथी स्नानमाहन्याहनि जायते अन्यथा कुरुते यो हि स पापीयान्न संशयः अन्यच्चैवं प्रवक्ष्यामि पतिव्रतमनुत्तमं वाचा सुमनसा चैव कर्मणा शृणुभामिनि शुश्रूषां कुरुदेया हि भर्तुश्चैव दिनदिने तुष्टे भर्तरि या प्रीता न त्यजेत् क्रोधनं पुनः तस्य दोषं न गृह्णादि ताडिदा तुष्यते पुनः भर्तुकर्मसु सर्वेषु पुरतस्तिष्ठते सदा सा चापि कथ्यते नारी पतिव्रतपरायणा पतितोऽपि पिता पुत्रैर्बहु दोषसमन्वितः कस्मादपि च न त्याज्यः कुष्ठिधकृधिदोऽपि वा एवं पुत्रा शुश्रूषन्ति पितरं मातरं किल ते यान्ति परमं लोकं तद्विष्णोः परमं पदम् एवं हि स्वामिनं ये वै उपाचरन्ति भृत्यकाः पत्युर्लोकं प्रयान्त्येरे प्रसादात् स्वामिनस्तदा अग्निं नैव त्यजेद्विप्रो ब्रह्मलोकं प्रयाति सः अग्नित्यागपरो विप्रो वृषली पदिरुच्यते स्वामिद्रोही भवेद्भृत्यः स्वामित्यागा न संशयः अग्निं च पितरं चैव न त्यजेत् स्वामिनं शुभे सदा विप्रसुदो भृत्यः सत्यं सत्यं वदाम्यहं परित्यज्य प्रगच्छन्ति ते यान्ति नरकार्णवम् पतितं व्याधितं देवि विकलं कुष्ठिनं तथा सर्वकर्मविहीनं च गदवित्तादिसञ्चयं भर्तारं न त्यजेन्नारी यदि श्रेय इहेच्छति त्यक्त्वा कान्तं व्रजेन्नारी अन्यत् कार्यमिहेच्छति सामदा पुञ्चली लोके सर्वधर्मबहिष्कृता गदे भर्तरि या ग्रामं भोगं शृङ्गारमेव च लौल्याश्च कुरुते नारी पुंश्चली वतते जनः एवं धर्मं विजानामि वेदशास्त्रैश्च सम्मतम् दानवा राक्षसा प्रेदा धात्रा सृष्टा यदादिदः तत्रेह कारणं सर्वं प्रवक्ष्यामि न संशयः ब्राह्मणा दानवाश्चैव पिशाचाश्चैव राक्षसाः धर्मार्थं सकलं प्रोक्तमधीतं तैस्तु सुन्दरी विन्दन्ति सकलं सर्वे आचरन्ति न दानवाः विधिहीनं प्रकुर्वन्ति दानवा ज्ञानवर्जिताः अन्यायेन व्रजन्त्येते मानवा विधिवर्जिताः तेषां शासनहेत्वर्थं कृता एतेऽपि नान्यथा विधिहीनं प्रकुर्वन्ति ये हि धर्मं नराधमाः तान् वयं शासयामो वै दण्डेन महदा किल भवत्या दारुणं कर्म कृतमेव सुनिर्घृणम् गार्हस्थ्यं च परित्यज्य अत्रायाता किमर्थदः वदस्येवं मुखेनापि अहं हि पदिदेवता कर्मणा नास्ति तद्दृष्टं पदि दैवत्यमेव ते भर्तारं तं परित्यज्य किमर्थं त्वमिहागदा शृङ्गारं भूषणं वेषं कृत्वा तिष्ठसि निर्घृणा किमर्थं हि कृतं पापे कस्य हेतोर्वदस्व मे निःशङ्का वर्तसे चापि प्रमत्ता गिरिकानने मया त्वं साधिता पापा दण्डेन महदा शृणु अधर्मचारिणी दुष्टा पदिं त्यक्त्वा समागता क्वास्ते तत्पदि देवत्वं दर्शयत्वं ममाग्रदः भवति पुंश्चली नाम यया त्यक्तस्वकः पदिः पृथक्चय्या यदा नारी तदा सा पुञ्चली मदा योजनानां सदैकस्य सौन्दरेण प्रवर्तते क्वास्तिते पदिदैवत्यं पुञ्चल्याचारचारिणी निर्लज्जे निर्घृणे दुष्टे किं वे वदसि सम्मुखी तपस्स क्वास्तिते भाव क्व तेजो बलमेव च दर्शयस्व ममाद्यैव बलवीर्यपराक्रमम् पद्मावत्युवाच स्नेहेनापि समानीता श्रूयता मसुराधम भर्तो गेहादकं पित्रा क्वास्ते तत्र ज पातकं नैव कामान्नलोभाच्च न मोहान्न च मत्सराद आगताकं पदिं त्यक्त्वा पदिभावेन संस्थिता भर्दृरूपच्छलेनापि त्वयैव परिवञ्चिता भवन्तं माधुरं ज्ञात्वा गदाहं सम्मुखं तव मायाविनं यदा जाने त्वामेवं दानवाधम एकेन हुं कृतेनैव भस्मीभूतं करोम्यहं गोभिल उवाच चक्षुर्हीनानपश्यन्ति मानवा शृणु साम्प्रतं धर्मनेत्रविहीना त्वं कथं जानासि मामिह यदा ते भाव उत्पन्नः पिदुर्गेहं प्रतिशृणु पदिध्यानं परित्यज्य मुक्ता ध्यानेन त्वं तदा ज्ञाननेत्रं तदा नष्टं स्फुटं च हृदये तव कथं मां त्वं विजानासि ज्ञानचक्षुर्हदा भुवि कस्या माता पिता भ्राता कस्या स्वजनबान्धवाः सर्वस्थाने पदिर्ह्येको भार्यायास्तु न संशयः इत्युक्ता हि प्रहस्यैव गोभिलो दानवाधमः न भयं विद्यते तेद्य ममापि शृणु पुञ्चलि किं भवत्येव शापेन वृथैव परिकम्पसे मम गेहं समाश्रित्य भुङ्क्ष्व भोगान् मनोनुगान् पद्मावत्युवाच गच्छ पापसमाचार किं त्वं वदसि निर्घृणः सदी भावेन संस्थास्मि पदिव्रतपरायणा दक्ष्यामि त्वां महापाप यद्येवं तु वदिष्यसि एवमुक्त्वा तथैकान्ते निशसादमहितले दुःखेन महदाविष्टां तामुवाच स गोभिलः तवोदरे मया न्यस्तं स्ववीर्यं स्वकृतं शुभे तस्मादुत्पद्यते पुत्रस्तरैलोक्यक्षोभकारकः एवमुक्त्वा जगामाध गोभिलो दानवस्तदा गदे तस्मिन् दुराचारे दानवे पापचारिणी दुःखेन महदाविष्ठा नृपकन्या रुरोदः इति श्रीपद्मपुराणे भूमिखण्डे वेनोपाख्याने सुकलाचरित्रे पञ्चाशत्तमोऽध्यायः ॐ